तर्हि अधुना चुरादिगणस्य विषयः प्रवर्तमानः अस्ति. तर्हि चुरादिगणे विशेषधातवः इति करपत्रं प्रायः आरम्भतः पुनः पश्यामः इति मन्ये. किमर्थम् इत्युक्ते महोदय ह्यः अपि पुनः तदेव पाठं पाठितवान्. तर्हि रामप्रिया भगिनी किञ्चित् पठतु. आं भगिनि, प्रथमतः वा चुरादिगणे? चुरादिगणे विशेषधातवः. चुरादिगणे सामान्यकार्यं त्रिभिः सूत्रैः क्रियते इति अस्माभिः दृष्टं. तानि च अचोनिति, अत उपधायाः, पुगन्तलघुपदस्य च इदं पुगन्तलघुपदस्य च इदं कार्यं सामान्यम् इति उच्यते अस्मिन् गणे. पुनः चुरादिगणे बहवः हलन्तदातवः सन्ति यत्र किमपि कार्यं न अर्हति. यतः उपधायां ह्रस्व अकारः अत् अपि नास्ति, लघु इक् अपि नास्ति. तान् अपि वयम् अपश्याम. अस्मिन् करपत्रे ये चुरादिगणीयाः दातवः विशेषः सन्ति तान् अवलोकयाम. अत्र तु चुरादिगणे विशेषधातवः इति विषये वयम् अत्र अवलोकयाम इति अस्ति. गतपत्रे तु अचोनिति, अत उपधायाः, पुगन्तलघुपदस्य च इति त्रिभिः सूत्रैः किं कार्यम् अभवत् इति वयं दृष्टवन्तः. तत्तु सामान्य दातवः चुरादिगणे तद्विषये अस्ति. अत्र तु विशेषदातवः. किञ्चित् संक्षिप्तरूपेण वदति वा भगिनि, गतपाठे सामान्यदातूनां कीदृशं कार्यमासीत् इति? किञ्चित् अत्र निच् प्रत्ययः नित् अपि अस्ति, नकारः अन्ते इत् संज्ञा अस्ति इति नित् अपि अस्ति. तत्र तु मुख्यकार्यम् अचोनिति वृद्धिः भवति नितिनिति प्रत्यये परे इति. अत उपधायाः, अत्र उपधायाम् अकारस्य वृद्धिः भवति नितिपरे. पुगन्तलघुपदस्य च तु सार्वधातुक अर्धधातुकप्रत्यये परे अस्ति चेत् लघु इक् वर्णस्य गुणः भवति, इकः गुणः भवति. इक् प्रत्याहारे प्रत्याहारवर्णे गुणः भवति. धन्यवादः. अचोनिति इत्यनेन अन्तिमवर्णस्य वृद्धिः भवति खलु? अन्तिमवर्णः. अनन्तरं दृष्टवन्तः आकारान्तदातुः, न्या इति आकारान्तदातुः अपि दृष्टवन्तः. यत्र तस्य पुकागमः भवति इति तदपि दृष्टवन्तः. धन्यवादः. अन्य कः अस्ति? नामोचितं कृपया. रश्मि, रश्मि भगिनी, धन्यवादः भगिनी. भवत्याः किञ्चित् कनेक्षन् भङ्गमस्ति इति मन्ये, सम्यक् नास्ति इति. सम्यक् न श्रूयते. अन्य कः अस्ति? तर्हि सुब्रह्मण्य महोदय किञ्चित् अग्रे प्रतिपादयति वा अग्रिम अस्ति. अदन्तधातवः तस्मात् आरभ्य. अदन्तधातवः त्रिनवतिः धातवः. चुरादिगणे त्रिनवतिः धातवः अदन्ताः सन्ति, यथा कथ, गृह, गण, क्षिप. येषाम् अन्ते ह्रस्व अकारः वर्तते, तस्य अकारस्य लोपः तु भवति. परन्तु उपदेशे जनुनासिक यत् इति सूत्रेण इति न, यतोहि येषु धातुषु स च अन्त्य अकारः अनुनासिकः नास्त्येव. अतः इमे अकाराः इत्संज्ञकवर्णाः न सन्ति. तर्हि येषां धातूनाम् अन्त्यः अकारः कथं लुप्यते? चुरादिगणे धातुभ्यः णिच् प्रत्ययः विधीयते, अतः एकं सूत्रमस्ति अतो लोपः, यस्य द्वारा अकारलोपः सिध्यति. अत्र अदन्त धातूनां विषये अस्ति. चुरादिगणे त्रिणवतिः अदन्ताः धातवः सन्ति. उदाहरणार्थं कथा, गृह, गणक्षेप, येषाम् अन्ते ह्रस्व अकारः अस्ति. अत्र तेषां धातूनाम् अकारस्य लोपः भवति, परन्तु सः अकारः अनुनासिकः नास्ति. तत्कारणात् उपदेशे अजनुनासिक इत् इति सूत्रेण अकारस्य लोपः न भवति. अन्यकारण अत्र अन्यकार अन्यसूत्रम् उपयोगं करिष्यामः, तदस्ति अतो लोपः इति. अत्र चुरादिगणे णिच् प्रत्ययः धातूनाम् अनन्तरम् आगच्छति. अत्र अतोलोपः इति सूत्रम् उपयोगं कृत्वा अत्र अन्तिम अत्वर्णस्य लोपः भवति इति दत्तमस्ति भगिनी अत्र. अस्तु महोदय, धन्यवादः. वेङ्कटेश् महोदय कृपया. अतो लोपः वा? अतो लोपः अदन्ताङ्गस्य ह्रस्व अकारलोपो भवति आर्धधातुके प्रत्यये परे. येन विधिस्तदन्तस्य इत्यनेन अतः अङ्गस्य नाम न केवलं ह्रस्व अकारः इत्यङ्गस्य, अपि तु ह्रस्व अकारान्तस्य अङ्गस्य. अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः, न तु अङ्गस्य. उपदेशे अनुवर्तते, अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्. अतः षष्ट्यन्तं लोपः प्रथमान्तं द्विपदम् इदं सूत्रम्. अनुदात्त उपदेशे वनति तनोत्यादीना मनुनासिकलोपो जलि ङिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः. अङ्गस्य आर्धधातुके इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम्. अतः अङ्गस्य लोपः आर्धधातुके उपदेशे इति. इदानीम् अथोलोपः सूत्रं वदति अदान्तस्य अदन्त अङ्गस्य ह्रस्व आकारः अस्ति चेत् तत्र यदा आर्धधातुक निच् आर्धधातुकप्रत्ययः अस्ति, तादृश आर्धधातुकप्रत्यये परे अदन्त अङ्गस्य अकारस्य लोपः भवति. येन विधिस्तदन्तस्य इत्यनेन अतः अङ्गस्य नाम न केवलं ह्रस्व अकार इति अकारः इत्यङ्गस्य, अपि तु ह्रस्व अकारान्तस्य अङ्गस्य. अत्र किञ्चित् भ्रमः अस्ति, किञ्चित् तत् स्पष्टीकरोति वा भवती? अत्र केवलं प्रयत्नं करोमि. मम अवगमनमस्ति येन विधिस्तदन्तस्य इति सूत्रम्. इदानीम् अस्माकं सूत्रमस्ति अतः लोपः, अतः अङ्गस्य लोपः इति एव अस्ति खलु. अतः अङ्गस्य लोपः आरुधातके उपदेशे इति अनुवृत्तिसहितसूत्रमस्ति. अतः अङ्गस्य इति एव दत्तमस्ति. इत्युक्ते साधारणदृष्ट्या यदि पश्यामः चेत् अतः अङ्गस्य यदा अङ्गम् अत् इति भवति तर्हि तादृश तत् अङ्गस्य तस्य अङ्गस्य लोपः भवति इति. तर्हि साक्षात् अङ्गम् अत् इति चेत् लोपः भवति वा इति प्रश्नः खलु. तर्हि तस्य स्पष्टीकरणार्थं येन विधिस्तदन्तस्य इति परिभाषासूत्रमस्ति. येन विधिस्तदन्तस्य इति परिभाषा इत्युक्ते किम् इत्युक्ते तत्सूत्रस्य तस्य सूत्रस्य व्यक्तिरूपेण किमपि कार्यं नास्ति, किन्तु सा तत् सूत्रम् अन्यसूत्रस्य अवगमनार्थं किञ्चित् स्पष्टीकरोति, सहायं करोति इति अर्थः. तर्हि एन विदित् तदन्तस्य इति सूत्रम् अत्र आगत्य अस्माकं इदानीम् अस्माकं प्रश्नस्य उत्तरं ददाति. किम् इत्युक्ते येन विधिः, इदानीम् अस्माकं विधिः किम् अस्ति, अतः लोपः इति विधिः अस्ति खलु. येन विधिः तद् अन्तस्य इति इत्युक्ते अतः अङ्गस्य स्वयम् इति मात्रं नास्ति इति केवलं अतः अङ्गस्य इति केवलं नास्ति, किन्तु यस्य अन्तस्य यस्य अन्ते तादृश अङ्ग अत् वर्णः अस्ति तस्यापि ग्रहणं भवतु इति वदति. येन इदानीम् अस्माकं विधिः अस्ति अतः अङ्गस्य लोपः इति, इत्युक्ते साक्षात् अतः अङ्गस्य लोपः इति न, किन्तु तादृश अङ्गस्य यस्य अन्ते अत् वर्णः अस्ति तस्य अपि लोपः, तस्य अपि एषः एषा विधिः तत्रापि कार्यं करोति इति वदति. इत्युक्ते इदानीम् अस्माकम् उदाहरणे कथयोगः निश्चिति अस्ति खलु, अत्र अत इदानीम् अतः अङ्गं नास्ति खलु, अस्तिति अङ्गं नास्ति, अकारः केवलम् अकारः इति अत्र नास्ति, किन्तु अकारान्त अङ्गम् अस्ति. तर्हि एन विधिः तदन्तस्य इति वदति अत् अङ्गस्य इति नास्ति, किन्तु अकारान्तङ्गस्यापि एषा विधिः आपतति इति आपतति कस्यापि ग्रहणं भवति इति. किन्तु अनन्तरम् एकं सूत्रमस्ति अलोन्तस्य इति वदति. इदानीं वयम् अवगच्छामः अस्य सूत्रस्य विधिः कथ इति अङ्गस्यापि भवतु इति वयम् अवगच्छामः, किन्तु इदानीं लोपः जायते इति सूत्रे लिखितम् अस्ति. तर्हि प्रश्नः उदेति लोपः जायते इत्युक्ते पूर्णतया कथ इति अङ्गस्य एव लोपः जायते वा, यस्य ग्रहणं भवति तस्य पूर्णतया लोपः. इदानीम् एन इति तदन्तस्य इति सूत्रेण ग्रहणम् अस्माकं ग्रहणं पूर्णतया कथ इति अङ्गस्य यस्य अङ्गस्य अन्ते अकारः अस्ति तस्य ग्रहणं अभवत्. इदानीम् अलोन्तस्य वदति इदानीं पूर्णतया लोपः मास्तु, ग्रहणम् अभवत् किन्तु तस्य अन्तिमवर्णस्य एव लोपः भवतु इति. तर्हि आदौ केन विधिस्तदन्तस्य केन कारणेन तस्य ग्रहणं भवति इति वदति, अनन्तरं तृतीयविभक्ति अस्ति खलु, अनन्तरं अलोन्तस्य इति वदति कुत्र तादृशं कार्यं भवति, अन्तिमवर्णस्य एव लोपः भवति नो चेत् पूर्णतया इदानीं लोपः भवति वा इति प्रश्नस्य उत्तरं तत् ददाति. पुनः वक्तव्यं वा महोदय? इदानीं लोपः इति एव नास्ति, इदानीं प्रायः आदेशः वा आगमः वा भवति, आदेशः भवति चेदपि तथा एव यत्र यत्र न उक्तमस्ति कस्य ग्रहणं भवति इति न उक्तम् अस्ति तस्मिन् समये येन विद्युत् तदन्तस्य वदति पूर्णतया अन्तिमवर्ण मीन्स् तादृशसाक्षात् पात्वर्णः इति नास्ति, किन्तु यस्य अङ्गस्य अन्ते अत् अस्ति तस्यापि एतत् कार्यं एतद् विधिः आयते इति तस्यापि आयाति इति वदति. अनन्तरं हल् अलोन्तस्य इति सूत्रं वदति यत्र लोपः इति जायते तस्मिन् सन्दर्भे पूर्ण अङ्गस्य लोपः मास्तु, एव लोपः. इदानीं लोपस्य विषयमस्ति, आदौ येन विधिः तदन्तस्य इति सूत्रं यत्र कुत्रापि यत्किमपि विधिः इत्युक्ते यत्र आगमः वा आदेशः वा लोपः वा तत् सर्वं विधिः अस्ति, विधिः विधिसूत्रमस्ति. यत्र यत्र विधिसूत्रम् आयाति तस्मिन् समये साक्षात् तत् वर्णः इति नास्ति, किन्तु एतस्य अङ्गस्य तादृशवर्णः अन्ते अस्ति तस्यापि ग्रहणं भवति. इदानीं लोपः इति विषयं यदा स्वीकुर्मः तस्मिन् समये अलोन्तस्य वदति यत्र लोपः इति वदति सूत्रे आगच्छति, सूत्रेषु आगच्छति, तस्मिन् समये पूर्णतया लोपं मा करोतु, किन्तु अन्तिम अल् वर्णस्य एव लोपम् इति स्वीकर्तव्यम् इति वदति. किन्तु केचन सन्दर्भेषु पूर्णतयापि लोपः भवति, तत्तु अपवादसूत्रमस्ति. अग्रे यदा पश्यामः अनन्तरं तस्यापि यदि वयं पश्यामः तर्हि पूर्णतया वयम् अवगन्तुं शक्नुमः. साधारणतया अन्तिमस्य एव लोपः भवति, किन्तु केचन विशेषसन्दर्भेषु अन्तिमवर्णस्य इति न भवति, तस्मिन् समये पूर्णतया भवति. इदानीं तु साधारणविषये केवलम् अङ्गस्य अन्ति अल् वर्णः यत् अस्ति तस्य लोपम् इति भवति, लोपः इति. धन्यवादः. तर्हि अग्रे उपदेशे अनुवर्तते, अतः प्रसक्तिः केवलम् उपदेशावस्थायाम् एव अस्य अतो लोपः इति सूत्रस्य प्रसक्तिः अस्ति. इत्युक्ते तत्र अत्र तु तत्र कथा एव, तत्र तु अन्तिम अनुस्वारः नास्ति, अनुनासिकवर्णः नास्ति तत्र, केवलं कथा एव तत्र उपदेश औपदेशिकधातुः अस्ति, अतः तस्य तत्र अतो लोपस्य प्रसक्तिः अस्ति अस्मिन् सन्दर्भे. अतः षष्ठ्यन्तम्, अतः स्थाने लोपः प्रथमान्तं, तत्र आदेशः, अतः लोपः एव आदेशः, द्विपदम् इदं सूत्रम्. पुनः तत्र अनुदात्त उपदेशे वनति तनोत्यादीना मनुनासिकलोपो जलि इति अस्मात् उपदेशे इत्यस्य अनुवृत्तिः भवति. अङ्गस्य आर्धधातुके इत्यनयोः अधिकारः, अतः तत्र अङ्गस्य पुनः पूर्वम् उक्तवन्तः वयं, तत्र आर्धधातुकप्रत्यये परे इति तस्य अधिकारः, अनुवृत्तिसहितसूत्रम्, अतः अङ्गस्य लोपः आर्धधातुके उपदेशे. अतः कार्यं तु तत्र अतः लोपः अङ्गस्य इति येन विधिस्तदन्त्य वदति, यत्र अकारः अङ्गः भवति चेत् तत् स्वीकरणीयम् इति. पुनः तत्र निमित्तं तु आर्धधातुकप्रत्यये परे कदा भवति इत्युक्ते उपदेश अवस्थायां एव कार्यं करोति इति. धन्यवादः महोदय. किमर्थम् इत्युक्ते उपदेशे अस्माकं धातुः, उपदेशे धातुः इति वदामः, उपदेशावस्थायां धातुः इति वदामः, अनन्तरं यत्र तस्य विकरणमपि भवति, यदा लोपः वा आदेशः वा धातोः विकरणं भवति, तस्मिन् समये अपि धातुः धातुः एव तिष्ठति. तर्हि तादृशविकरणं भूत्वा यदा आगच्छति तस्मिन् सन्दर्भे एतस्य सूत्रस्य प्रसक्तिः नास्ति, केवलम् उपदेशावस्थायाम् इति महोदयेन अग्रे उक्तमस्ति. धन्यवादः महोदय. अग्रे पठामि वा? निच् प्रत्ययः आर्धधातुकः अस्ति, अतः धातुः अदन्तः चेत् अतो लोपः इत्यस्य प्रसक्तिः भवति, यथा कथ योगः निच् कथ् इति अकारस्य लोपः भवति, गृह योगः णिच् गृह् इति पुनः अकारस्य लोपः भवति. इदानीं कत् इति धातुः अस्ति, गृह् इति धातुः अस्ति, अस्यां दशायां कत् धातोः उपधायाम् अत् ह्रस्वाकारः इत्यस्य वृद्धिः, अपि च गृह् धातोः उपधायां लघु इक् इकः गुणः. अग्रे पठामि वा? तत्र स्वीकृत्य वदति वा महोदय, कथयोगः निच् कथं कथ् इति भवति इति. पुनः एन विधिष्ठदन्तस्य अलौन्तस्य इति कथ इति उपदेशावस्थाय धातुः अस्ति, अतः अतोलोपः इति प्रसक्तिः अस्ति. पुनः येन विधिस्तदन्तस्य वदति कथ इति अङ्गस्य अकारः, तत्र कथ इति अङ्गस्य अन्तिम अकारः अस्ति, अतः सम्पूर्ण अङ्गस्य तादृशसन्दर्भे कार्यं भवतु इति. पुनः परन्तु अलोन्तस्य वदति केवलं लोपः तु अन्तिम अकारस्य एव इति वदति, अतः इत् योगः अ, अतः त, अत्र अकारः लोपः भवति, कत् इति परिवर्तनं भवति, तथा एव आर्धधातुक निच् आर्धधातुकप्रत्ययः इति कारणात् तत्र अतो लोपस्य प्रसक्तिः. केन सूत्रेण निच् आर्धधातुकप्रत्ययः इति भवति? हा तत्र अनुवृत्तिसहितसूत्रं किम् अस्ति किल, तत्र अङ्गस्य आर्द्रदातु किमर्थम् आर्द्रदातुकप्रत्ययः इति ओ तत्र किञ्चित् सार्वधातुकम् अवशिष्टः सर्वाः तिङ् अपि नास्ति चित् अपि नास्ति मिच् प्रत्ययः अतः तद् आर्द्रदातुकप्रत्ययः. पुनः पुनः पृच्छ वदामः चेत् किञ्चित् मनसि स्थगनं भवति खलु, तस्य अतः एव पृष्टवती. धन्यवादः. रश्मि भगिनी अग्रे पठतु. अत उपधायाः उपधायाम् अतः वृद्धिः नितिणिति प्रत्यये परे अनुवृत्तिसहितसूत्रम् अङ्गस्य उपधायाः अतः वृद्धिः निति पुगन्धलघुपधस्य च पुगन्धस्य अङ्गस्य लघुपधस्य च इकः गुणो भवति सार्वधातुके अर्थधातुके च प्रत्यये परे अनुवृत्तिसहितसूत्रं पुगन्धलघुपधस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्थधातुकयोः. तर्हि इदानीम् अस्माकम् उदाहरणे कथं परिवर्तनम् आगच्छति भगिनि एतयोः सूत्रयोः प्रभावेन? अत्र अत उपधायाः सूत्रं वदति उपधायाम् अत् वर्णः अस्ति चेत् अतः वर्णस्य वृद्धिः भवति निति निति प्रत्यय नित् प्रत्ययः वा नित् प्रत्ययः वा परम् आगच्छति चेत् उपधायां स्थितस्य अतः वृद्धिः भवति इति अत उपधायाः सूत्रं वदति. उदाहरणं कथ इति उदाहरणं स्वीकरोति चेत् कथ इति उदाहरणं स्वीकुर्मः चेत् तत्र उपधा भवति का ककारः तत्र उपधा भवति क योगः आयोगः ध योगः अतः कथा इति अङ्गस्य उपधा ककारस्य अकारः भवति अत्र वृद्धिः भवति चेत् काथ इति रूपम् आगच्छति अतः उपधायाः सूत्रं कार्यं करोति चेत् पुगन्धलघुपधस्य च इति सूत्रं वदति पुगन्धस्य अङ्गस्य लघुपधस्य च इकः गुणो भवति सार्वधातुके अर्थधातुके च प्रत्ययपरे सार्वधातुकं वा अर्थधातुको वा प्रत्ययः परम् आगच्छति चेत् तत्र अङ्गस्य उपधायां यः लघु इक् वर्णः अस्ति तत्र तदा इक् वर्णस्य गुणः भवति इति पुगन्धलघुपधस्य इति सूत्रं वदति. अत्र गृह् इति धातोः कथं भवति पुगन्धलघुपधस्य? इदानीं गृहयोगः निच् अतो लोपः इत्यनेन गृह् इति अभवत् विकरणम् अभवत् तस्य धातोः उच्चरणम् अभवत्. अनन्तरं पुगन्धलघुपधस्य च इति सूत्रं कार्यं करोति चेत् कथं भवति गृह् इति? तत्र गृ इति अङ्गस्य ऋकारस्य गुणः भवति अर् इति अतः गर्ह इति रूपम् आगच्छति पुगन्धलघुपधस्य च इति सूत्रं कार्यं करोति चेत्. अनयोः सूत्रयोः प्रसक्तिः स्यात् परन्तु अनेन परिभाषासूत्रेण लोपः लुप्तः अकारः इव भवति. अत्र वदति अन्य एकसूत्रं परिभाषासूत्रमस्ति तत् सूत्रस्य आधारीकृत्य एतयोः सूत्रयोः प्रसक्तिः स्यात् किन्तु तद् कार्यं न करोति इति परिभाषासूत्रं वदति. अजः परस्मिन् पूर्वविधौ परनिमित्तकः अजादेशः स्थानिवद् भवति पूर्वविधौ कर्तव्ये. अचः स्थाने यः आदेशः सः अजादेशः. यस्य स्थाने आदेशः विधीयते सः स्थानी अजादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः सः पुनः मूलः अच्चिव स्थानिवद् भवति. पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं यदि विधीयते। परस्मिन् इति निमित्तसप्तमी, पूर्वविधौ इति विषयसप्तमी। पूर्वस्य विधिः पूर्वविधिः षष्ठी तत्पुरुषः तस्मिन् पूर्वविधौ, अचः षष्ठ्यन्तं परस्मिन् सप्तम्यन्तं पूर्वविधौ सप्तम्यन्तं त्रिपदमिदं सूत्रम्। स्थानिवदादेशो अनल्विधौ इत्यस्मात् स्थानिवत् आदेशः इत्यनयोः अनुवृत्तिः, अनुवृत्तिसहितसूत्रम्। अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ। अत्र सूत्रं वदति अत्र अजादेशः इत्युक्ते अच् वर्णस्य आदेशः अच् वर्णस्य स्थाने यः आदेशः आगच्छति तदेव अजादेशः इति उच्यते। अत्र आदेशः इत्युक्ते अत उपधायः इति सूत्रेण अच् वर्णस्य तत् अकारस्य लोपः भवति, अतः लोपः एव अजादेशः। अतो लोपः इत्यनेन अतो लोपः इति सूत्रेण तत्र लोपः भवति, तद् लोपः एव अत्र आदेशः, अतः अजादेशः इत्युक्ते अकारस्य लोपः। परनिमित्तकः इत्युक्ते तत्र एतत् लोपः आगच्छति तस्य निमित्तमस्ति परं यः णिच् प्रत्ययः आगच्छति तदेव एतत् लोपस्य निमित्तं भविष्यति, अतः परनिमित्तकः। परं निमित्तं यस्य सः परनिमित्तकः, परनिमित्तकः अजादेशः अस्ति। किन्तु तत्र लोपात् पूर्वम् एकविधिः आगच्छति अङ्गस् अत उपधायः इति सूत्रेण अत् वर्णस्य वृद्धिः इति एकविधिः भविष्यति स्म। तत्र भगिनी यत्र स्थानिवत् भवति इति वदनस्य कारणं कथं भविष्यति इति अहं तत्र मम किञ्चित् प्रश्नः अस्ति भगिनि। मम स्थानि यत् अस्ति स्थानि यथास्ति सु अत् वर्ण यत् यस्य स्थाने आदेशः विधीयते सः स्थानि इत्युक्ते कथा इति अङ्गस्य अन्तिम अकारस्य स्थाने आदेशः आगच्छति अतः तदेव स्थानी इति। अस्तु भगिनि, स्थानिवत् इत्युक्ते किं साधारणभाषया? यदि माता अस्ति, माता सदृशी बालिका अस्ति तर्हि मातृवत् बालिका इति वक्तुं शक्नुमः खलु? आं स्थानिवत् स्थानी समानम् इव स्थानी इव लोपः अपि स्थानी इव भवति खलु? स्थानिवत् लोपः अजादेशः, अस्माकं लोपः स्थानिवत् भवति इति वदामः चेत् अस्माकम् उदाहरणे लोपः अजादेशः अस्ति लोपः, इदानीं स्थानी अस्ति अकारः, तर्हि लोपः अकारवत् भवति, अकारः इव दृश्यते, अकारवत् वत् इत्युक्ते सदृशी तादृशम् इति खलु अर्थः वत् इति यदा पृष्ठे पृष्ठतः योजयामः चेत् अत्र मम एकः पूर्वविधौ पूर्वविधिः इत्युक्ते एतत् अत उपधायः इति सूत्र विधिः एव पूर्वविधिः अस्ति किल? अत उपधायाः पुनर्लघुपतस्य च द्वयोः सूत्रयोः यत्र पश्यामः चेत् तत्र एका विधिः, द्वौ अपि विधिसूत्रमस्ति खलु. विधिः इत्युक्ते यत्र आदेशः वा आगमः वा लोपः वा भवति तत् विधिसूत्रम् इति वदामः. अतः उपादायः इति किं वदति? अतः स्थाने वृद्धिः भवति इति. तत्र च आदेशः अत्र अकारस्य लोपः जातः अतः अत उपादायः इति. अत उपादायः इति सूत्रं विधिसूत्रमस्ति खलु, तत्र किमपि क्लेशः नास्ति. अत उपादायः इति विधिसूत्रम् इति अहं वदामि, वयं वदामः खलु, तत्र क्लेशः नास्ति, तद् आगच्छति. अत उपादायः इति विधिसूत्रं निश्चयेन खलु. उगन्तलघुपदस्य च इति अपि इति सूत्रमपि विधिसूत्रमेव. द्वौ अपि विधिसूत्रे, द्वे अपि. तर्हि तादृशविधिसूत्रे विधिसूत्रं यदा पूर्वं कार्यं कर्तुम् इच्छति, कर्तव्ये कर्तव्यं भवति, एतत्तु प्रतिसप्तमी कर्तव्ये इत्युक्ते तादृशसन्दर्भे यदा वयं कर्तुम् उत्सुकः प्रभवामः, तस्मिन् सन्दर्भे किं भवति? पूर्वविधिः कार्यं कर्तुम् इच्छति पूर्वम्. अस्माकम् इदानीम् आदेशः लोपात् पूर्वम् आदेशः यत् अभवत् अजादेशः, परनिमित्तिकः अजादेशः यत् अभवत् तस्मात् पूर्वं पूर्वविधिः एकं कार्यं कर्तुम् इच्छति. पूर्वं एकं विधिसूत्रं कार्यं कर्तुम् इच्छति चेत् तस्मिन् सन्दर्भे अजादेशः, एषः परनिमित्तिकः अजादेशः कीदृशं भवति? तानिवत् भवति. तर्हि अस्माकम् उदाहरणं पुनः पश्यामः चेत् इदानीम् अस्माकम् अकारस्य स्थाने लोपः आदेशः अभवत् अतो लोपः इति सूत्रेण. तत्तु निश्चयेन अभवत् खलु, इदानीं लोपः जातः. तर्हि इदानीं तात्विकः अजादेशः आर्धधातुकप्रत्ययः परे अपि, तर्हि परनिमित्तिकः लोपः अस्ति खलु. सूत्रं किं वदति? असौ लोपः सूत्रम् अतः अङ्गस्य लोपः आर्धधातुके इति अस्ति. परसप्तमी अस्ति खलु, आर्धधातुके परे इति अस्ति. तर्हि आर्धधातुके परे इति अस्तु परसप्तमी स्वीकुर्मः चेत् परनिमित्तिकः अजादेशः भवति. अनन्तरं किं भवति? इदानीं अनन्तरं वयम् इदानीमेव चर्चां कृतवन्तः खलु, अत उपादायाः पुगन्तलघुपदस्य इति विधिसूत्रद्वयस्य प्रसक्तिः तत्र अस्ति अस्माकम् उदाहरणयोः. तर्हि इदानीं तर्हि पूर्वविधिः अस्ति, पूर्वम् अस्माकं लोपात् पूर्वम् एकं विधिसूत्रं कार्यं कर्तुम् इच्छति. तर्हि पूर्वविधौ कर्तव्ये तादृशसन्दर्भे किं भवति? अजादेशः लोपः, अस्माकं लोपः स्थानिवत् भवति, लोपः अकारवत् भवति. तर्हि इदानीम् अत उपादायः कार्यं कर्तुम् इच्छति. इदानीम् अस्माकं वयं कथयोगः निश्चिति अस्ति, सत् इति अभवत् अतो लोपः इत्यनेन. किन्तु यदि अत उपादायः इति सूत्रं तत्र कार्यं कर्तुम् इच्छति, आगच्छति, तस्मिन् सन्दर्भे इदानीं किं पश्यति? उपदावर्णः कः इति, अत उपादायः इति सूत्रस्य दृष्ट्या उपदावर्णः कः? उपधावर्णः थकारः. तकारः किमर्थम् इत्युक्ते अत्र लोपः अस्ति. यदि वयं तत् इति लिखामः किन्तु अस्माकं मनसि किं भवेत्? तत् योगः लोपः इति तत्र भवेत्. कत् अनन्तरम् एकः लोपः अपि तत्र अस्ति खलु, तत् वयं न पश्यामः. लोपः अस्ति इदानीं सः लोपः कीदृशः भवति? अकारवत् तत्र उपविशति. तर्हि इदानीम् उपदावर्णः अस्ति तकारः इति. अत उपादायः सूत्रं यदा कार्यं कर्तुम् इच्छति, आगच्छति, तस्मिन् सन्दर्भे लोपः इति वर्णः अकारवत् तत्र उपविशति. तर्हि तकारमेव पश्यति उपदावर्णे, उपदाकारः एव. पुनः भगिनि, उपधायां थकारः, अतः अत उपधायाः सूत्रं कार्यं न करोति. किं किमपि न कृत्वा अत् वर्णस्य एव वृद्धिः भविष्यति, अतः अत्र थकारः अस्ति चेत् वृद्धिः न भवति. आं भगिनि, गुणं वा वृद्धिः वा सर्वदा अचवर्ण अचवर्णस्य एव भवति, थकारस्य नास्ति खलु. आं भगिनि, तर्हि इदानीम् अभवत् वा स्थानिवत् इत्यस्य? तत्रैव अहं चिन्तितवती पूर्वविधौ आगच्छति चेदेव तथा उपधायां फकारः एव, अतः स्थानिवत् इति पुनः वदनस्य कार्यम् अस्ति वा, स्थानिवत् चेदपि सूत्रं पर्याप्तं भविष्यति, सूत्रस्य अर्थं पर्याप्तं भविष्यति वा इति अहं चिन्तितवती. अत्र स्थानिवत् इत्युक्ते अकारवत् इति अर्थः. पूर्वविधौ कर्तव्ये इत्युक्ते तस्मिन् सन्दर्भे यदि वयं विषयसप्तमी इति महोदयेन उक्तमस्ति खलु, अत्र उक्तमस्ति खलु, इत्युक्ते इदानीं कार्यं न अभवत्, तस्मिन् सन्दर्भे वयं चर्चां कुर्मः, तस्मिन् विषये वयं चर्चां कुर्मः, तस्मिन् सन्दर्भे स्थानिवत् इदानीम् अस्माकं स्थाने तु लोपः अस्ति, स्थानि अकारः अस्ति, तत् स्थानि तर्हि लोपः अजादेशः स्थानिवत् भवति, अकारवत् नास्ति. अन्य कोऽपि अस्ति वा? मया ध्वनिः श्रुता. अजित् महोदय अस्ति वा? महोदय अन्य ओ प्रायः वा अस्तु अस्तु धन्यवादः. किञ्चित् पुनः प्रतिपादयति वाचः. आम् अवश्यं भगिनि. अचः परस्मिन् पूर्वविधौ तस्य अनुवृत्तिसहितसूत्रमस्ति अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ इति. अचः स्थाने यः आदेशः भवति सः अजादेशः. अस्मिन् प्रसङ्गे तु अकारलोपः अजादेशः, तत्तु अतो लोपः इति सूत्रेण भवति. परनिमित्तकः अजादेशः इत्युक्ते निमित्तं परं यस्य सः बहुव्रीहिसमास समासः परनिमित्तकः इति अस्ति. अत्र तु निच् प्रत्ययः परनिमित्तकः अस्ति. निच् प्रत्ययः एव अजादेशस्य निमित्तम् अस्ति, अतः तदेव परनिमित्तकः अजादेशः अस्ति. पूर्वविधौ इति लोपात् पूर्वं यदा उपधायां स्थितस्य अकारस्य वृद्धिः भविष्यति अत उपधायाः इति सूत्रेण, पूर्वं पूर्वविधिविषये तदा अजादेशः स्थानिवत् भवति. एतत् पुगन्तरघुपदस्य च इति सूत्रम् अपि तदानीमेव कार्यं करोति किल, विधिसूत्रम्. आं भगिनि, पूर्वविधिः अस्ति. आम् एतावत् चिन्तनं कृतं. पूर्वविधौ कर्तव्ये इति चर्चां कुर्मः तस्मिन् विषये. यदा अथोपदायः करोति तदानीमेव पुगन्तलघुपदस्य च अपि कार्यं कर्तुम् इच्छति. तदा अजादेशः स्थानिवत् भवति. यस्य स्थाने आदेशः भवति तत् स्थानि. स्थानिवत् इत्युक्ते लुप्त लुप्ताकारः इति लुप्ताकारः इव दृश्यते, येन उपादायाः वृद्धिः वा गुणः वा न भवति. हल् वर्णमेव पश्यति अतः व्यञ्जनमेव पश्यति. व्यञ्जनमेव कस्यापि एतत् समीचीनं वा? आमां भगिनि, सम्यक् कृतवती. किन्तु अन्ये कोऽपि वक्तुमिच्छति वा? पुनः प्रायः महोदयेन ह्यः अनेकवारं प्रतिपादितं, सर्वान् अपि प्रतिपादितुम् उक्तवान्, तर्हि अहमपि तदेव करिष्यामि. सुब्रह्मण्य महोदय, भवान् अपि? अहं प्रयत्नं करोमि भगिनि. अत्र अचः परस्मिन् पूर्वविधौ अत्र अनुवृत्तिसहितसूत्रमस्ति. अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ. अत्र यदि वयं कथा इति धातुं स्वीकुर्मः, अत्र कथा अन्तिमवर्णः अकारः अस्ति, अतो लोपः इत्यस्मात् अकारस्य लोपः भवति. कथ् इति अवशिष्यते. परन्तु अत्र यदि वयम् अत्र कथ् अस्ति इदानीं कथ् नयामि चेत् अत्र प्रायः अत उपधायाः प्रसक्तिः आगच्छति. परन्तु तस्मिन् सन्दर्भे यः अजादेशः अस्ति इत्युक्ते अत्र अच् वर्णस्य लोपः भवति स च लोपः स्थानिवद् भवति इत्युक्ते अत उपधायाः कृते सः अकारः स्थानिवद् भवति. तत्कारणात् अत उपधायाः कृते ठकारः दृश्यति परन्तु अकारः न. तत्कारणात् अत्र खत् एव अवशिष्यते. आं महोदय, लोपः स्थानिवद् भवति, लोपः अकारवत् धन्यवादः महोदय. भगिनी विरामप्रिय भगिनी एव अग्रे पठति वा किञ्चित्? आं भगिनि, इत्थं च चुरादिगणे एकनिमिषम् अत्र प्रश्नः अस्ति भगिनी. अत्र इदानीं मम सन्देहः एवम् अस्ति, अहं चिन्तितवान् तत्र इदानीं स्थानिवद् भवति इत्युक्ते तत्र लुप्त यद्यपि अकारः लोपः भवति तथापि तत्र पूर्वतन अक्षरम् अस्ति तकारः न तु ककारः, अतः अतूपदायाः इति प्रसक्तिः एव नास्ति किल तत्र. यतः सः स्थानिवत् यद्यपि लुप्तः लोपः भवति तत्र लुप्तकारः इव तत्र स्थित्वा तस्य उपदायां तकारं पश्यति न तु ककारः, लघु अकारः तत्र नास्ति इति कारणात् अत उपदायाः प्रसक्तिः नास्ति इति नास्ति वा? तथा एव अस्ति महोदय. तत् यदा कार्यं कर्तुम् इच्छति, पूर्वविधिः कार्यं कर्तुम् इच्छति, तस्मिन् समये एव एतत् सूत्रम् आगत्य लोपः अकारः एव दृश्यते. तर्हि अतोपदाः इति विधिसूत्रस्य कृते तु उपदावर्णः अस्ति तकारः न तु अकारः. तर्हि कार्यमेव प्रसक्तिः नास्ति. प्रसक्तिः अस्ति किमर्थमित्युक्ते निमित्तं सर्वम् अस्ति, किन्तु उपदावर्णः इक् वर्णः नास्ति, अकारः नास्ति, तर्हि कार्यं किमपि नास्ति इत्यस्मात् किमपि कार्यं न भवति. इत्थं च चुरादिगणे अदन्तधातुभ्यः निच् प्रत्ययः विधीयते, अतः लोपः स्थानिवत् नाम ह्रस्व अकारः इव. अनेन कारणेन अत उपादायाः इति सूत्रस्य दृष्ट्या कत् धातुः कथ इतिवत् दृश्यते. तस्मात् उपादायां तकारः प्रतीयते न तु ह्रस्व अकारः. अस्यां दशायां किमपि कार्यं न सम्भवति. यथा उदाहरणं पश्यामः वा भगिनि? कथयोगः निच्, अत्र तु अतोलोपः इति सूत्रम् आगत्य अन्तिम अकारस्य लोपः भवति. कथयोगः निच्, अत उपादायाः इत्यनेन स्थितस्य अतः वृद्धिः भवति स्म. यथा वृद्धिः यदा भवति चेत् खाथ इति भवति. अचः परस्मिन् पूर्वविधौ इति सूत्रम् आगत्य कत् धातुः अन्त्यः लोपः अत् इव दृश्यते. अतः कारणात् तकारः एव उपादायां दृश्यते, अतः अत उपादायः इति सूत्रेण अत उपादायः सूत्रं कार्यम् अत्र न करोति. अत उपादायः इति सूत्रेण कथ दृश्यते इति कारणतः उपादायाम् अधुना तकारः वर्तते, अतः वृद्धिः न भवति. कथयति इति रूपम् अहम् इष्टरूपम् इति कारणतः एव अचः परस्मिन् पूर्वविधौ इति सूत्रम् आगत्य कार्यं करोति वा भगिनि? आदौ तु भाषा एव जाता खलु, आदौ भाषा जाता, तदनन्तरमेव पाणिनिः सूत्रं लिखितवान् खलु, तदर्थम् एव. तर्हि कथयति प्रथमम् इष्टरूपम् आसीत् लोके, लौकिकभाषणं तथा एव आसीत्. अनन्तरं पाणिनिः यदा लिखितवान् तस्मिन् सन्दर्भे एतस्य कृते एकं सूत्रं वक्तव्यं खलु, कथं किमर्थम् एतत् तथा एव तिष्ठति इति. तर्हि तदर्थं चुरादिगणे अदन्तेषु धातुषु एतादृशी गतिः सर्वत्र. कत् योगः णिच्, कति योगः शप्, कथयति कथयते इति उभयपदी. गण्योगः णिच्, गणीयोगः शप्, गणयति गणयते. शिप् योगः णिच्, शिपि शप्, शिपि योगः शप्, क्षिपयति क्षिपयते. शिप् योगः णिच् तत्र तु पुगन्तलघुपदस्य च सूत्रस्य प्रसक्तिः अस्ति भवति स्म. तु तत्र तु गुणः भवति उपदायां, क्षेपयति इति रूपं भवति यदा भवति चेत्. परन्तु अत्र अचः परस्मिन् पूर्वोदौ इति सूत्रेण तस्य वृद्धिः न, क्षम्यतां, गुणः न भवति. शिपियोगः शप्, क्षिपयति क्षिपयति इति रूपं भवति. तर्हि तत्र सोपानं वदति वा, सोपानं मिच् इत्यस्य किम् अभवत् इति? ओ ओ, मिच् तु इकारः अवशिष्यति अनुबन्धलोपानन्तरं. चुटु हलन्त्यं तस्य लोपः. षिप् योगः इ, षिपि, तत्तु तनाद्यन्तदातवः. शप् अनन्तरं क्षिपि इति धातुः अस्ति, अस्माकं धातुः अस्ति क्षिपि धातुः. अनन्तरम् अस्मान् वयं ते इति, ति वा ते इति योजयामः, तिङ्प्रत्ययं योजयामः. इदानीं तिङ्प्रत्ययं यदि योजयामः तस्मिन् सन्दर्भे किं भवति? ओहो, अत्र तु गुणकार्यं भवति खलु. हा, प्रथमं शप् न आयाति खलु, शप् प्रथमं न आयाति तत्र. क्षिपि इति नूतनधातु धातुः अभवत् इदानीं जातः. अनन्तरं किं भवति, तिङ् प्रत्ययं योजयामः नूतनधातोः अनन्तरं कर्तरत्यके इत्यस्मात् तिङ् प्रत्ययं योजयामः. तर्हि कर्तरत्यके इत्यस्मात् इत्यस्मात् किं भवति इदानीं तिंशिप् सार्वधातुकम् इति सूत्रेण शप् प्रत्ययः विहितः भवति कर्तरि शप् इति. शिप् तत् तदानीं षकारपकारलोपानन्तरम् अकारः एव अवशिष्यते. लषक्व तदिते हलन्त्यम्. शिपि योगः अ अस्ति, अत्र एचो यवायावः इति सन्धिकार्यं भवति, ऐ आगच्छति. ततः पूर्वं क्षिपि योगः शप् अनन्तरम् अकारः, अनन्तरं किं भवति? क्षिपि योगः अकारः, अकारः एक गुणकार्यं भवति. एकसोपानम् अहं विस्मृतवती. गुणकार्यं भवति खलु. केन सूत्रेण इत्युक्ते सार्वधातुकार्धधातुकयोः इत्यनेन अत्र इकारस्य गुणः भवति. किमर्थम् इत्युक्ते शप् इति षित् अस्ति, पित् अपि अस्ति. षित् गुणं प्रेरयति, पित् विरोधं न करोति. तस्मात् अत्र क्षिपि क्षिपे भवति प्रथमम्. अनन्तरं यथा भगिनी उक्तवती अत्र क्षिपे योगः अत्र एचोयवायावः इत्यनेन एकारस्य ऐ भवति क्षिपै योगः अ क्षिपय अनन्तरं परस्मैपदी तिङ् पदं कृते तु ति भवति क्षिपयति आत्मनेपदी कृते तु ते क्षिपयते भवति धन्यवादः महोदय अग्रे अपि पठति वा महोदय पुट् आरभ्य भगिनि पुट् योगः नेच् अत्र प्रथमं तु धातुः अस्ति पुट अत्र अतोलोपः इत्यनेन अकारस्य लोपः भवति पुट् योगः णिच् अत्र णिच् अनुबन्धलोपानन्तरम् इकारः अवशिष्यते चुटु इत्यनेन णकारस्य इत्संज्ञा भवति हलन्त्यमित्यनेन चकारस्य इत्संज्ञा भवति इकारः एव अवशिष्यते पुट् योगः अत्र पुटयोगः इ यथा प्रथमम् अतोलोपः इत्यनेन अकारस्य लोपः भवति अनन्तरम् अत्र अचः परस्मिन् पूर्वविधौ इति अत्र तु प्रथमं पुट् अत्र पुगन्तलघुपथस्य इत्यस्य प्रायः कार्यं भवति परन्तु अचः परस्मिन् पूर्ववधौ इत्यस्मात् अत्र यः अकारः लोपः भवति सः शृणोति वा भगिनि नमस्ते नाम भगिनी शृणोति वा आम् आं महोदय किञ्चित् अन्य अन्यः कोऽपि उक्तवान् नाम उक्तवान् इति अहं अहं चिन्तितवान् मम कनेक्षन् किञ्चित् अत्र पुगन्तलघुपथस्य इत्यस्य कार्यं भवितुम् अर्हति परन्तु अचः परस्मिन् पूर्ववधौ इत्यस्मात् यः अकारः लुप्तः जातः सः स्थानिवद् भवति तत्कारणात् अत्र पुट इव दृश्यते तत्कारणात् अत्र पुगन्तलघुपथस्य इत्यस्य कार्यं न भवति पुटयोगः इ पुटि भवति अनन्तरं पुटि योगः पुटि तु सनाद्यन्ताः धातवः इत्यनेन नूतनधातु निष्पन्नं भवति पुटि पुटियोगः तिङ्प्रत्ययः अत्र धातुना तिङ्प्रत्ययः साक्षात् दृश्यते कर्तरि अर्थे तत्कारणात् मध्ये शप् आगच्छति पुटियोगः शप् योगः ति अत्र प्रथमं शकारपकारयोः लोपः लशक्वत्थिते इत्यनेन शकारस्य लोपः हलन्त्यमित्यनेन पकारस्य लोपः पुटीयोगः आयोगः ति अत्र अत्र प्रथमं अत्र प्रत्ययः शप् अस्ति तत्तु शित् अस्ति तत्कारणात् गुणस्य प्रेरणं करोति पित् अस्ति गुणस्य विरोधं न भवति तत्कारणात् पुटि पुटे भवति पुटे योगः आ अत्र एचोयवायावः सूत्रेण एकारस्य ऐ भवति पुट योगः आ पुटय अनन्तरं ति योजयामः पुटयति परस्मैपदी पदं कृते आत्मनेपदीपदं कृते पुटयते इति भवति अग्रिममपि करोति वा तत् ऋकारस्य किञ्चित् ऋकारस्य प्रथमं ऋकारस्य तु अत्र यदि शप् योजयामः गृहि तस्मात् आरभ्य करोमि गृहीयोगः शप् अस्ति अत्र अत्र प्रथमं ऋकारस्य किमपि कार्यं न भवति अत्र हि अस्ति इकारमस्ति इकारस्य गुणं भूत्वा एकारः भवति गृहे योगः एचोयवायावः इत्यनेन गृहै योगः गृहयति गृहयते इति भवति क्षम्यतां महोदय अहं सुब्रह्मण्यं भारते भारतेतः हेमा भगिनी नगरे वसामि ओ मधुरनगरतः वा स्वागतं महोदय जि ओ अस्तु अस्तु अस्तु महोदय मधुरनगरतः वा भवतः नाम अपि सुब्रह्मण्यं महोदय नमस्कारः महोदय अस्माकं वर्गे महोदय सुब्रह्मण्यम् अस्तु हेमा भगिनी नगरे वसामि मधुरे अहमपि मधुरनगरवासी अस्मि महोदय सा एव पठयति अस्तु महोदय इदानीं प्रथमवारम् आगच्छति वा महोदय किं च प्रथमवारम् आगच्छति वा प्रथमवारं सेकेण्ड् टैम् कमिङ्ग् लास्ट् टैम् अहं न श्रुतवान् सम्यक् श्रुतवान् नाम न उक्तवान् अहं न जानामि पाठयति माम् अस्तु महोदय हेमा भगिनी अद्य नास्ति इति अद्य समर् नाट् एट् मधुरै अहमपि मधुरै नगरवासी अस्मि पूर्वम् अहम् किञ्चित् एकं श्रूयते महोदय प्रतिध्वनिः श्रूयते भवत्याः वर्ग सम्भाषणं श्रोतुम् इच्छामि जि निश्चयेन महोदय भागं स्वीकरोतु निश्चयेन महोदय अहम् आह्वयामि धन्यवादः वेङ्कटेश महोदय प्रश्नः उदेति यदि कथ इति धातोः उपदेशावस्थायां धात्वन्ते स्थितः अत् अनुनासिको न तर्हि किमर्थम् अतो लोपः इत्यस्य स्थाने अचोनिति इत्यनेन अतः वृद्धिः स्यात् द्वयोः सूत्रयोः अन्यत्र लब्ध अवकाशः अस्ति अपि च अचोनिति इति परसूत्रम् अतो लोपः इत्यस्य निमित्तम् आर्धधातुके परे अतः यावन्तः आर्धधातुकप्रत्ययाः सन्ति ते च पराः चेत् अतो लोपः इत्यस्य अवकाशः अतः अचो निति इत्यस्य परत्वात् वृद्धिः भवेत् किञ्चित् प्रतिध्वनिः श्रूयते खलु महोदय प्रायः किमर्थं न जाने किमर्थम् इति न जाने तथा ह्यः अपि किञ्चित् महोदय यदा उक्तवान् तदा प्रतिध्वनिः आसीत् अतः ब्रिड्ज् मध्ये किमपि अस्ति वा कुर्वन्ति वा स्टार् सिक्स् नोदयित्वा इदानीं सम्यक् अस्ति खलु महोदय भवान् प्रश्नः उदेति अपि इदानीमपि अस्ति किमर्थं प्रायः सुब्रह्मण्यमहोदय किञ्चित् स्टार् सिक्स् नोदयति वा प्रायः भारतदेशात् इत्यस्मात् प्रतिध्वनिः अस्ति इति मन्ये यदि भवान् म्यूटेड् नास्ति चेत् हलो इदानीं प्रायः वदतु महोदय तत्र प्रश्नः उदेति कथ इति धातोः उपदेशावस्थायां धात्वन्ते स्थितः अत् अनुनासिकः न, तर्हि किमर्थम् अतो लोपः इत्यस्य स्थाने अचोणिति इत्यनेन अतः वृद्धिः स्यात् इति तत्र कथ इति अनुनासिकवर्णः नास्ति, अतः तत्र प्रश्नः उदितुं शक्यते तत्र किमर्थम् अतो लोपः इत्यस्य स्थाने अचोणिति इति सूत्रेण वृद्धिः न स्यात् इति तत्र तर्हि तत्र तथा भवति चेत् तत्र अचोनिति इति तत्र कारणद्वयमस्ति, एकं तु अस्ति तत्र अचोनिति इति सूत्रस्य अन्यत्र लब्ध अवकाशः अस्ति, अनन्तरं तु तत्र परसूत्रम् इति कारणात् पूर्वसूत्रस्य अधिकारः अस्ति, बलमस्ति अत्र. अतोलोपः इत्यस्य निमित्तं तु आर्धधातुके परे इति आर्धधातुकप्रत्ययः अस्ति, अतः नोदयामि अनन्तरं भवान् किञ्चित् स्टार्ट् नोदयित्वा आगच्छतु. महोदय वेङ्कटेश महोदय स्टार् सिक्स् नोदय आगच्छति वा, सर्वानः यत् कृतवती. इदानीं सम्यक् अस्ति, नो चेत् चिन्तनमेव नागच्छति. अस्तु, तर्हि अतो लोपः सूत्रस्य निमित्तमस्ति आर्धधातुके परे इत्युक्ते, तर्हि यावन्तः आर्धधातुकप्रत्ययाः परे परः सन्ति तावत्पर्यन्तम् अतो लोपः इत्यस्य अवकाशः लभ्यते एव अतो लोपः सूत्रस्य. अचोणिति इत्यस्य परत्वात् वृद्धिः भवेत् इत्युक्ते तत्र तु तत्र पूर्वपर अन्तरङ्क पूर्वपर अन्तरङ्गनित्य नित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति, इत्युक्ते पूर्वसूत्रात् परसूत्रं बलवत् भवति, तर्हि अचोनिति इति बलसूत्रं बलवत् भवति, तर्हि अचोनिति इत्यनेन तत्र वृद्धिः भवेत्. तर्हि किमर्थम् अचोनिति इति कार्यं न करोति, किमर्थम् अतो लोपः इति अत्र आगच्छति इति प्रश्नः अस्ति खलु महोदय. सत्यं, तर्हि तस्य उत्तरं तु तत्र अचोनिति अतोलोपः इत्यस्य निमित्तम् अस्ति आर्धधातुकप्रत्ययः भवेत् इति, परन्तु अचोनिति इति इदानीं कार्यं करोति चेत् तत्र अतोलोपस्य अन्यत्र लब्ध अवकाशः न भवति इति कारणात् तत् अतोलोपः एव तत्र कार्यं करोति, अचोनिति वृद्धिः न भवति इति वा तत्र? न न न, अत्र किम् उक्तमस्ति इत्युक्ते अतोलोपः अचोनिति द्वयोः अपि सूत्रयोः प्रसक्तिः अस्ति. इदानीं यत्र वयं कथ इति स्वीकुर्मः, अचोनिति इति सूत्रम् आगच्छति चेत् कथा इति भवति, अन्तिम अकारस्य वृद्धिः भवति अचोनिति इति सूत्रेण. यदि अतो लोपः इति आगच्छति चेत् सूत्रं कार्यं करोति चेत् कत् इति भवति. इदानीम् अस्माभिः चिन्तितव्यं कः सूत्रं बलवद् भवति इति प्रथमम् अस्माकं प्रश्नः उदेति. तर्हि बलं भवति तस्यैव कार्यं प्रथमं भवति, तस्यैव कार्यं यत् अत्र तु युगपत् द्वयोः सूत्रयोः प्रसक्तिः अस्ति, तर्हि प्रथमम् अस्माभिः चिन्तितव्यं कः किं सूत्रं बलवत् इति चिन्तितव्यं, तर्हि तस्य एव सूत्रस्य कार्यं भवति, अन्यसूत्रस्य कार्यं न भवति तस्मिन् सन्दर्भे यत्र युगपत् कार्यं करोति कार्यं कर्तुम् इच्छति द्वे सूत्रे. तर्हि इदानीं किं भवति, अस्माकम् अचोनिति अतोलोपः इति सूत्रस्य निमित्तम् अस्ति आर्धधातुके प्रत्यये परे इति अस्ति. किम् इत्युक्ते यत्र यत्र आर्धधातुकप्रत्ययः परे आगच्छति तर्हि तस्य निमित्तम् अस्ति, अन्यत्र लब्ध अवकाशम् अस्ति. अचोनिति इत्यस्य नित् अस्ति चेत् ङित् अस्ति चेत् द्वयोः अपि सूत्रयो द्वौ निमित्ते स्तः खलु यत्र नित् अस्ति ङित् अस्ति नित्ति इति अस्ति तर्हि अन्यत्र लब्धावकाशः अस्ति. तर्हि इदानीम् अस्माकं परिभाषासूत्रम् इति एकम् अस्ति, एका अस्ति पूर्व पर नित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बहिः इति. तर्हि आदौ पूर्वसूत्रं कार्यं करोति, किन्तु पूर्वसूत्रात् परसूत्रं बलवद् भवति. अत्र तु सा एव स्थितिः खलु, पूर्वसूत्रात् परसूत्रं, पूर्व अस्माकं पूर्वसूत्रम् अस्ति किम् अस्ति अतोलोपः इति अस्ति, किन्तु अस्माकं परसूत्रमस्ति अक्षोनिति अस्ति. तर्हि यदि वयं बलवत् किम् इति पश्यामः चेत् अक्षोनिति इत्येव बलवद् भवति. तर्हि किं भवति, कथा इत्यस्य स्थाने कथा इति भवति, तथा भवेत् खलु. बलमिति चिन्तयामः चेत् तदा एव भवेत्. तर्हि किमर्थं तथा न भवति इति अग्रे उक्तमस्ति. किमर्थम् अचोलोपः इत्यस्य कार्यं न भूत्वा किमर्थम् अतोलोपः इति तस्य कार्यं कथं सम्भवति इति अग्रे गतमस्ति. किमर्थम् इति प्रत्युत्तरम् एवं यत् आर्धधातुके इत्यनेन विषयसप्तमी मन्यते चेत् अतोलोपः इत्यस्य कार्यं भविष्यति. आर्धधातुके इत्यनेन परसप्तमी मन्यते चेत् परत्वात् अचोनिति इत्यनेन वृद्धिः. विषयसप्तमी नाम यदा हि विचारः आयाति यत् आर्धधातुकप्रत्ययः आगमिष्यति तदा हि तेन निर्दिष्टं कार्यं सिद्ध्यति. आर्धधातुकप्रत्ययस्य आगमनात् प्रागेव आर्धधातुके इति यदा विषयः उदेति यत् आर्धधातुकप्रत्ययः आगम्यमानः तावता प्रत्ययः शारीरिकरूपेण पुरतः नास्ति, केवलम् आगम्यमानः, तदानीम् अथोलोपः इत्यनेन अतः लोपः भवति. अचो मिति इत्यस्मिन् परसप्तमी अतः ङित् ङित् प्रत्ययः शारीरिकरूपेण पुरतः स्थितः चेद् एव कार्यं सेत्स्यति. अत्र बहुसङ्ख्यता विषयसप्तमीं मन्यते अस्मिन् पक्षे कथयति इति रूपम्. परन्तु केचन परिगणिताः वदन्ति यत् अत्र परसप्तमी स्यात्, तेषां मतेन कथायति इति रूपम्. तर्हि तत्र अस्य प्रश्नस्य प्रति उत्तरम् एवम् अस्ति, आर्धधातुके इति विषयसप्तमी वयं मन्यामः चेत् तत्र अथोलोपः इति सूत्रस्य कार्यं भवति. परसप्तमी इति वयं मन्यामः चेत् तत्र परत्वात् अचोङ्ति इति परसूत्रस्य प्रसक्तिः अस्ति इति कारणात् वृद्धिः भवितुं तत्र अर्हति. विषयसप्तमी नाम यदा हि विचारः आयाति यत् आर्धधातुकप्रत्ययः आगमिष्यति तर्हि तत्र विषयः आर्धधातुकप्रत्ययः आगमिष्यति इति विषयः वा तत्र, तर्हि तत्र कार्यम् अथोलोपः इति, यतः विषयसप्तमी इति आर्धधातुकप्रत्ययस्य आगमनविषयः इति कारणात् तत्र आर्धधातुक प्रत्यय आर्धधातुके इति अनेन तत्र अथोलोपः इति कार्यं सिद्ध्यति तत्र. परन्तु तत्र प्रत्ययः शारीरिकरूपेण पुरतः नास्ति, केवलम् आगम्यमानः, तदानीम् अतोलोपः इति अतः लोपः भवति. तत्र किञ्चित् प्रत्ययः शारीरिकरूपेण पुरतः नास्ति, केवलम् आगम्यमानः, तदानीम् अतो लोपः इत्यनेन अतः लोपः भवति. किम् इत्युक्ते अत्र वदामि वा, अत्र किमित्युक्ते इदानीम् अतोलोपः इति वयम् इदानीं दृष्टवन्तः. अस्माकं चर्चा किम् इत्युक्ते युगपत् अतोलोपः अचोनिति इति द्वे सूत्रे अपि आगच्छतः चेत् कस्य सूत्रस्य बलं भवति? अचोनिति इति सूत्रस्य परत्वात् बलं भवति इति अवगच्छामः. किन्तु प्रश्नः इदानीम् अस्माकं किं महोदयेन उक्तम् अत्र उक्तम् इत्युक्ते युगपत् इदानीं कार्यं न सम्भवति इति. किम् उक्तमिति अतोः लोपः इत्यस्य निमित्तमस्ति आर्धधातुके प्रत्यये परे इति अस्ति खलु आर्धधातुकप्रत्ययः परः आगच्छति इति. इदानीं तत्र परनिमित्तिकं यदि वयम् आर्धधातुकप्रत्ययः परः साक्षात् शारीरिकरूपेण इदानीं कथयोगः मिच् इति लिखामः चेत् परे लिखामः चेत् तस्मिन् समये शारीरिकरूपेण निच् परे अस्ति तर्हि अचोनिति इत्यस्य कार्यम् एव सम्भवति. किमर्थम् इत्युक्ते परे तु निच् अस्ति तर्हि निच् अस्ति तर्हि अचोनिति इति बलवत् भवति तर्हि तस्य सूत्रस्य एव कार्यं भवति. किन्तु यदि वयम् आर्धधातुके इति विषयसप्तमी इति स्वीकुर्मः, विषयसप्तमी इत्युक्ते तस्मिन् विषये चर्चां कुर्मः तथा एव भविष्यत् काले निच् प्रत्ययः आगच्छति इति स्वीकुर्मः. प्रथमक्षणे नास्ति, यदा वयं कथ इति लिखामः तस्मिन् समये नास्ति, किन्तु वयं जानीमः भविष्यत्काले इदानीम् अहं निच् प्रत्ययम् अग्रे द्वितीयक्षणे अहं योजयामि. प्रथमक्षणे तु कथ इति एव लिखामि, द्वितीयक्षणे निच् प्रत्ययं परे योजयामि. तर्हि तादृशसन्दर्भे विषयसप्तमे तस्मिन् सन्दर्भे इदानीं साक्षात् शारीरिकरूपेण निच् नास्ति, किन्तु विषयं वयं जानीमः, विषयम् इत्युक्ते अग्रे निच् आयाति इति जानीमः. तर्हि तस्मिन् सन्दर्भे इदानीं शारीरिकरूपेण निच् पृष्ठतः परे नास्ति, तर्हि किं भवति, अचोमिति इति सूत्रस्य प्रसक्तिः एव तत्र नास्ति, युगपत् नास्ति. इदानीं प्रश्नः अस्माकं, क्लेशः तु निवारणम् अभवत्. किमर्थम् इत्युक्ते अचोनिति निच् प्रत्ययः परे इदानीं शारीरिकरूपेण नास्ति, तर्हि अतोलोपः इति एकस्य एव सूत्रस्य एव प्रसक्तिः इदानीम् अस्ति. तर्हि अतोलोपः आद्यं कार्यं करोति प्रथमक्षणे, अनन्तरं किं भवति, तथा अकारस्य लोपः भूत्वा अनन्तरं किम् आगच्छति, इदानीं शारीरिकरूपेण निच् प्रत्ययम् आनयामः द्वितीयक्षणे. तस्मिन् सन्दर्भे इदानीम् अचोनिति इत्यस्य प्रसक्तिः कार्यं कर्तुम् इच्छति, किन्तु अचुवर्णः तत्र नास्ति खलु, तर्हि किमपि कार्यं न भवति. तर्हि आर्धधातुके इति विषयसप्तमी इति स्वीकुर्मः चेत् अस्माकं युगपत् सूत्रद्वयं कार्यं कर्तुम् इच्छति इति वयं न वक्तुं शक्नुमः. तत्र तु एक एव सूत्रं कार्यं करोति तस्मिन् सन्दर्भे. किमर्थम् इत्युक्ते शारीरिकरूपेण निश्च प्रत्ययम् इति इदानीं वयं तत्र न स्थापितवन्तः, मनसि अस्ति, अस्माकं मनसि अस्ति, प्रथमक्षणे मनसि अस्ति, अग्रे द्वितीयक्षणे अहं तत्र योजयामि इति अहं निश्चितवती. किन्तु प्रथमक्षणे तु तत्र नास्ति निच् प्रत्ययः. तर्हि अतोलोपः इति एकस्य एव सूत्रस्य प्रसक्तिः अस्ति खलु, अचोनिति इति तादृशसन्दर्भे सूत्रस्य प्रसक्तिः अस्ति वा यदि निच् प्रत्ययः परे न लिखितवती चेत्? तत्र नास्ति खलु, नास्ति. किमर्थम् इत्युक्ते निति इति परे अस्ति चेत् एव तस्य कार्यं सम्भवति, तत्तु परनिमित्तिकम् अस्ति, अचोनिति इति परनिमित्तम् अस्ति, निमित्तं परे अस्ति चेत् एव भवति. तर्हि अतोलोपः इति यस्य आर्धधातुके इति विषयसप्तमी यदि अहं स्वीकरोमि, तर्हि प्रथमक्षणे अस्माकं शारीरिकरूपेण निच् प्रत्ययः तत्र नास्ति. विषये तस्मिन् विषये वयं चर्चां कुर्मः, चिन्तयामः, तर्हि अतोलोपः कार्यं कृत्वा लोपः भवति, अकारस्य लोपः भवति इति केचनाः तादृशं चिन्तयन्ति, एवं चिन्तयन्ति. किन्तु केचनाः अन्यपक्षीयाः सन्ति, ते किं चिन्तयन्ति, आर्धधातुके इति विषयसप्तमी इति अहं न चिन्तयामि, आर्धधातुके इति अहं तत्र तु परनिमित्तिकम् इति निमित्तसप्तमी इति एव अहं स्वीकरोमि. तर्हि किं भवति, अत्र इदानीं युगपत् सूत्रद्वयस्यपि प्रसक्तिः भवति. किमर्थम् इत्युक्ते विषयसप्तमी नास्ति चेत् अहं यत् चिन्तयामि, अहं किं करोमि, प्रथमक्षणे एव अस्माकं प्रथमक्षणं द्वितीयक्षणम् इति कार्यं नास्ति तत्र. तर्हि प्रथमक्षणे एव कथयोगः निच् इति अहं लिखामि, तर्हि इदानीं किं भवति, अतोलोपः अचोनिति इति सूत्रद्वयस्यपि प्रसक्तिः इदानीम् अभवत्. अनन्तरं किम्, अचोनिति युगपत् इदानीं कार्यं कर्तुम् इच्छतः, तर्हि इदानीम् अचोनिति इत्यस्य बलवत् सूत्रस्य बलम् अधिकं भवति, तर्हि अचोनिति इति सूर्यं परत्वा तदेव कार्यं करोति, परसूत्रमस्ति इत्यतः तस्य कार्यं सम्भवति, कथा इति वृद्धिः भवति. तर्हि उभयपक्षीयपक्षयोः वादविवादम् इदानीं कीदृशचिन्तनं तेषां मतं किम् अस्ति इति एकपक्षी एकविधचिन्तनमस्ति, केचनानां चिन्तनं मतमस्ति आर्द्रदातके इति विशेषप्रमी इति पाणिनिना लिखितमिति, अन्यपक्षी अन्य वर्गाणां चिन्ता जनानां चिन्तनमस्ति न विशेषप्रमी इति नास्ति, सः तु आर्द्रदातके इति परनिमित्तम् इति एव लिखितवान् इति, परसप्तमी इति हेत्यर्थे लिखितवान् इति. अभवत् वा? अत्र किमपि प्रश्नः अस्ति वा? मम तु इदानीमपि किञ्चित् भ्रमः अस्ति, यतः आर्धधातुके इति इदानीं मित्तपि निश्चति आर्धधातुकप्रत्ययः किल, तत्र आर्धधातुके इत्यनेन विषयसप्तमी मन्यते चेत् इति वाक्यस्य इदानीम् अस्माकं सूत्रं किञ्चित् पठति वा महोदय? अथो लोकः अचोनिति इति अनुवृत्तिसहितसूत्रम् उभयोः उभौ अपि पठति वा उभयति? एकनिमिषम्. अतो लोपः अतः अङ्गस्य लोपः आर्धधातुके उपदेशे, तर्हि आर्धधातुके इति अस्ति खलु तत्र, तर्हि आर्धधातुके इति अत्र सप्तमी विभक्त्याम् अस्ति आर्धधातुके इति, तत्तु जानीमः, किन्तु आर्धधातुके इति विषयसप्तमी वा निमित्तसप्तमी वा सप्तमी वा इति एव प्रश्नः इदानीम् अस्माकम्. इदानीम् अचोनिति इति वा पठति वा? अत्र अस्ति वा? अस्मिन् पुटे अस्ति वा चलति? तत्तु पूर्वतनकरपत्रे अस्ति, अहमेव पठामि. अचः अङ्गस्य वृद्धिः निति इति, तर्हि तत्र निति इति अस्ति, नितिपरे इति अस्ति, नित् परे यत्र अस्ति तत्र यद् निमित्तमस्ति नित् इति, तत्र तु किमपि क्लेशः नास्ति, तत्र तु नित् इति निमित्तसप्तमी इति सर्वे जानन्ति अङ्गीकुर्वन्ति. अचोनिति इत्यस्य किमपि प्रश्न तत्र सूत्रे किमपि क्लेशः नास्ति जनानां, नित् इति निमित्तसप्तमी इति अङ्गीकुर्वन्ति, निति इति अस्ति खलु. तर्हि इदानीं किम् आर्धधातुके अतो लोपः इत्यस्य सूत्रे आर्धधातुके इति अस्ति, तत्र सप्तमी विभक्ति उपयोगं कृतम् कृतमस्ति, तर्हि तत् विषयसप्तमी वा नो चेत् निमित्तसप्तमी वा निमित्तसप्तमी वा इति प्रश्नः अस्ति. तस्मिन् विषये यदि कथं जनाः मन्यन्ते, तत्र विषयसप्तमी इति मन्यते चेत् तत्र अतोलोपः इति कार्यं करोति, परसप्तमी इति मन्यते चेत् अचोनिति कार्यं करोति इति वा? आम् महोदय. तर्हि वदति वा प्रायः रश्मि भगिनी वदति वा, यदि विषयसप्तमी इति जनाः स्वीकुर्वन्ति चेत् कथं किं सूत्रं प्रथमम् आयाति इति पुनः वदति वा? अन्यत् कुर्वन्तु भगिनि, स्टार् सिक्स् इति नोदयित्वा. भगिनि अत्र विषयसप्तमी इत्युक्ते एकनिमिषम् विषयसप्तमी तत्र तु अचोनिति इति कार्यं करोति किल? विषयसप्तमी इति स्वीकुर्मः चेत् किं भवति? विषयसप्तमी इत्युक्ते किं? विषय एकविषयस्य प्रसक्तिः अस्ति अत्र. अचोनिति इति कार्यम् इति सूत्रस्य प्रसक्तिः भविष्यति विषयसप्तमी न विषयसप्तमी न विपरीतरूपेण भगिनि. किम् इत्युक्ते एतावत् वयं किं कृतवन्तः खलु, तत् विषयसप्तमी इति मत्वा कृतवन्तः. यत्र वयं कथा इति खत् इति लिखितवन्तः, अतो लोपः इति कार्यं करोति प्रथमम् इति, तर्हि विषयसप्तमी इति मत्वा एव तादृशकार्यम् इदानीं वयम् अस्माभिः कृतम्. तर्हि महोदयेन यत् उक्तम् इत्युक्ते एतावत्पर्यन्तं वयं विषयसप्तमी इति अङ्गीकृत्य वयं कृतवन्तः, किन्तु केचनाः चिन्तयन्ति न विषयसप्तमी न परसप्तमी. तर्हि किं भवति, यदि परसप्तमी स्यात् अतः अङ्गस्य लोपस्य आरधातुके इति परसप्तमी आसीत् चेत् किं भवति, इदानीं साक्षात् कथयोगः निश्चिति लिखतु तत्र कागदे लिखति चेत् करपत्रे लिखति चेत् पत्रे, तर्हि निश्चिति इदानीं परे निच्छति. यत्र परे निच्छति साक्षात् अस्ति इदानीम्. इदानीं कस्य सूत्रस्य इति सूत्रस्य प्रसक्तिः भविष्यति. अचोणिति इति सूत्रं वदति अन्तिम अकारस्य वृद्धिः भवति इति. तर्हि कथा इति भवति, कथा इति दोषः नास्ति. तादृश केचन जनाः तादृशं चिन्तयन्ति इत्येव, लौकिकभाषायां केचनाः तादृशं वदन्ति कथा इति वदन्ति. किन्तु किम् इत्युक्ते अनेकतया तु जनाः कथयति इति एव रूपम् अङ्गीकुर्वन्ति. अनेकतया केचनः सन्ति कथयति इत्यपि अङ्गीकुर्वन्ति. ये कथयति इति अङ्गीकुर्वन्ति ते किं चिन्तयन्ति इदानीं, कथयति इति ये अङ्गीकुर्वन्ति ते चिन्तयन्ति आर्धदातुके इति निमित्तसप्तमी अस्ति, तर्हि द्वयोः सूत्रद्वयोः प्रसक्तिः अस्ति, अतो लोपः अचोनिति इति सूत्रद्वयस्य अपि प्रसक्तिः अस्ति, किन्तु परत्वात् अचोनिति कार्यं कृत्वा कथा इति भवति, वृद्धिः भवति. इदानीं ये आर्धदातुके इति विषयसप्तमी इति चिन्तयन्ति ते किं वदन्ति, ते किं वदन्ति, ते वदन्ति इदानीं विषयसप्तमी अस्ति किन्तु शारीरिकरूपेण निश्चित एतावत्पर्यन्तं न आगतम्. अग्रे लिखामि निश्चित तत्र खलु भगिनि. कुत्रापि कथयति इति उपयोगम् अस्ति वा, अस्माभिः न दृष्टं, किन्तु अहमपि न दृष्टवती पूर्वं प्रथमतया, किन्तु महोदयेन अत्र उक्तमस्ति किम् इत्युक्ते केचनाः तथा मन्यन्ते कथा इति रूपम् इति अपि मन्यन्ते. तर्हि तेषां मतानुसारम् आर्तदातुके इति निमित्तसप्तमी अस्ति, तर्हि अचोनिति इत्यस्य एव कार्यं करोति, अतो लोपः अत्र कार्यं न करोति इति ते चिन्तयन्ति तेषां मतम्. किन्तु अस्माकं मतम् इदानीम् अस्माकम् अवगमनम् एतावत् पर्यन्तं वयं किं कृतवन्तः इति चिन्तितवन्तः इत्युक्ते विषयसप्तमी इति मत्वा कृत् कार्यं कृतवन्तः. किमर्थमित्युक्ते यदि विषयसप्तमी इति आगच्छति चेत् इदानीं कथा इति एव लिखतु, अग्रे निश्चिति पूर्णतया न आगतम्. निश्चिति द्वितीयसोपाने अहं लिखामि इति चिन्तयित्वा भगिनी कथा इति लिखितवती. तर्हि तादृशसन्दर्भे भगिनी किं चिन्तयति, इदानीं तु निच्छि नास्ति करे, तर्हि अहं न वक्तुं शक्नोमि अचोनिति इत्यस्य कार्यं तु न सम्भवति खलु, निचि एतावत्पर्यन्तं न आगतं परे, तर्हि अतो लोपः इति इत्यस्य विषयसप्तमी. किमर्थम् इत्युक्ते अग्रे आर्धदातुके प्रति परे आयाति आगमिष्यति इति चिन्तयित्वा भगिनी किं करोति, खत् इति तत्र लोपं कृत्वा लिखति. पुनः वदति वा भगिनि गृह इत्यस्य अपि वदति वा, गृह इत्यस्य विषये कृत्य तत्र गृह इति धातु अस्ति चेत् तत्रापि अचोणिति इति सूत्रम् आगत्य तत्र विषयसप्तमी इति अतो लोपः अस्ति चेत् यदा वयं दृष्टवन्तः तदा एव गृहयति अथवा गृहयते इति रूपम् आगच्छति. अचोणिति इति सूत्रं कार्यं करोति चेत् तत्र गृहायति अथवा गृहायते इति रूपम् आगच्छति. आं भगिनि, तर्हि यदि अहं अचोन् इति अहं यदि अहम् आर्धदातुके इति विषये सप्तमी इति चिन्तयामि चेत् अहं किं करोमि, आदौ गृह इति एव लिखामि, मम पत्रे तु गृह इति एव लिखामि, अनन्तरं निच् आगच्छति इति चिन्तयामि, तर्हि आदौ अतो लोपः इति सूत्रम् आगत्य कार्यं करोति प्रथमं, तर्हि गृह् इति भवति, अनन्तरम् अहं किं करोमि निच्छति लिखामि, अनन्तरं लिखामि निच्छति. यदि अहं प्रथममेव आर्धधातुके निमित्तसप्तमे इति चिन्तयामि चेत् प्रथमं गृहयोगः निश्चिति लिखामि, तर्हि तस्मिन् सन्दर्भे निमित्तमस्ति, अस्माकं निमित्तम् अहं चिन्तितवती आर्धधातुके इति निमित्तम् इति चिन्तितवती मम चिन्तनं अभवत्, तर्हि गृहयोगः निश्चिति लिखितवती, अनन्तरं किम् आगच्छति, इदानीं सूत्रद्वयम् युगपत् आगच्छति, आगच्छतः खलु आगच्छति अतो लोपः अचोनिति इति सूत्रद्वयं द्वयस्य प्रसक्तिः अस्ति, किन्तु परसूत्रम् इत्यस्मात् अचोनिति इति सूत्रं कार्यं करोति यदि अहं निच्छति प्रथम वा सोपाने एव अहं लिखामि चेत्. परन्तु भगिनी एकः प्रश्नः अस्ति मम, यदि वयम् अत्र परिभाषासूत्रं पश्यामः, अत्र अचः परस्मिन् पूर्वविधौ अस्ति, अत्र तु तस्य उल्लेखनमस्ति परनिमित्तकः, परनिमित्तकः अजादेशः स्थानिवद् भवति, अत्र तु परनिमित्तकः इति तस्य प्रसक्तिः तु अस्ति एव, परन्तु अत्र व्याख्याने वयं विषयसप्तमी इति नयामः इति दत्तमस्ति खलु, अत्र मम किञ्चित् क्लेशः अस्ति. अहमपि चिन्तितवती, न उक्तवती किन्तु मम अपि क्लेशः अभवत्, अहं चिन्तितवती किन्तु अहं किं वदामि, निमित्तसप्तमी अस्ति किन्तु तथापि निमित्तमेव विषयसप्तमी अस्ति किन्तु तथापि आर्धधातुके आर्धधातुके इति विषये चिन्तयामः किन्तु तथापि परे एव आगच्छति खलु. अहं तु वक्तुं शक्नोमि किन्तु साक्षात् महोदयस्य प्रश्नः मम मनसि अपि उद्धृतम्. पृच्छामः, अस्तु महोदय, धन्यवादः. सुब्रह्मण्य महोदय अहं पठामि वा मधुरनगरतः महोदय नूतनशाला अस्ति वा महोदय, शास्त्रस्य कृते अनुवदति वा सुब्रह्मण्य महोदय, प्रायः नास्ति इति मन्ये, तर्हि महोदय एव पठतु महोदय. अतो लोपः इति सूत्रे प्रश्नः उदेति किमर्थम् उपदेशे इति उक्तम्, उत्तरम् एवं यत् अनुवृत्तौ उपदेशे इति यदि न अभविष्यत् तर्हि कासुचित् स्थितिषु अनुपदेशावस्थायाम् इष्टं रूपं न अप्राप्स्यत् यथा भ्वादिगणे ऐ गतौ इति धातुः, उदाहरणार्थं कश्चन आर्धधातुकप्रत्ययः अस्ति क्विप्, अत्र अतो लोपः इत्यस्य कृते एकः प्रश्नः उदेति किमर्थम् अत्र उपदेशे इति उक्तं, यदि वयं अतो लोपः अनुवृत्तिसहितसूत्रं पश्यामः, अतः अङ्गस्य लोपः आर्धधातुके उपदेशे अस्ति, अत्र अन्ते उपदेशे अपि इति दत्तमस्ति, किमर्थम् अत्र उपदेशे इति अस्ति इति प्रश्नः, उत्तरम् एव अस्ति अनुवृत्तौ यदि उपदेशे न भवति तर्हि कासुचित् स्थितिषु अनुपदेशावस्थायाम् इष्टं रूपं न प्राप्स्यामः. यथा भ्वादिगणे ऐ गतौ इति धातुः अस्ति. उदाहरणार्थम् अत्र कश्चन धातुः आर्धधातुकप्रत्ययः अस्ति क्विप्. ऐ योगः क्विप् अनुबन्धलोपानन्तरम् अत्र प्रथमककारस्य अनन्तरं पकारस्य इकारस्य लोपानन्तरम् ऐ योगः वकारः भवति. लोपोर्व्योर्वलि इत्यनेन यकारस्य लोपः भवति. अत्र लोपोर्व्योर्वलि इत्युक्ते वकारयकारस्थाने अनन्तरं वलिप्रत्याहारः वर्णः अस्ति चेत् वकारयकारयकारयोः लोपः भवति इति. अत्र व यः अस्ति तत्तु वलिप्रत्याहारे अस्ति. तत्पूर्वं यकारः अपि अस्ति. तत्कारणात् अत्र यकारस्य लोपः भवति. अनन्तरम् आयोगः वकारः अवशिष्यते. इदानीम् अतो वकारः तु आर्धधातुकप्रत्ययः. अतो लोप क्विप् तु आर्धधातुकप्रत्ययः. अतो लोपः इत्यनेन अत्र अकारस्य लोपः भवति. अनन्तरं वेरपृक्तस्य इत्यनेन वकारस्य लोपः अपि भवति. तत्कारणात् किमपि पदं न अवशिष्यते, शून्यमेव अवशिष्यते. अतः यदि उपदेशे नास्ति चेत् वयम् इष्टं रूपं न प्राप्स्यामः. यदि उपदेशे अस्ति तर्हि आ लोपः न भवति, यतोहि आ इति उपदेश अवस्थायां नास्ति अत्र. किमर्थम् इति उपदेश अवस्थायां नास्ति. अत्र एकनिमिषः भगिनि. अतः उपदेशे नास्ति चेत् इष्टं रूपं न प्राप्स्यते. उपदेशे अस्ति चेत् आ लोपः न भवति. अतो लोपः यदि अन्त्य अस्तु भगिनि, यदि उपदेशे अस्ति तर्हि अत्र अतो लोपः इत्यस्य सूत्रात् अकारस्य लोपः न भवति. किमर्थं चेत् अत्र अकारः अन्तिम अङ्गस्य अन्तिमवर्णः न, तत्कारणात् तस्य लोपः न भवति. आयोगः तथा नास्ति महोदय. अकारः अत्र तु अकारः उपदेशावस्थायां नास्ति खलु. उपदेशावस्थान्ति यत् पाणिनिना यत् उपदिष्टं तत् उपदेशरूपम् इति वदामः खलु. डुपचर्षिति पच्यति धातोः. पच्यति धातुः लौकिकधातुः, किन्तु डुपचर्षिति पाणिनिना उक्तम् उपदेशधातुः अस्ति. तर्हि तादृश उपदेशधातुः अस्ति चेत् एव एतस्य अतो लोपः इत्युक्ते कार्यं भवति. यथा डुकृङ् कृधातोः, कृधातुः इति लौकिकधातुः अस्ति, तदपि धातुः अपि एव अस्ति. किन्तु डुकृङ् इति औपदेशिकधातुः अस्ति. उपदेशावस्थायां डुकृङ् अस्ति. तर्हि डुकृङ् तादृश उपदेशावस्थायां यथा भवति तस्मिन् सन्दर्भे एव अतो लोपः कार्यं करोति. यदि धातोः उपदेश अवस्थायां नास्ति, यत्र अनुबन्धलोपः जायते, अनुबन्धलोपात् अनन्तरं विकरणं किं वा किमपि जायते चेत् तदा तस्य तु उपदेशावस्थायाम् इति न वदामः. तस्य धातुः एव संज्ञा तु धातुसंज्ञा एव तिष्ठति. यत्र प्रत्ययस्य योजनं न भवति चेत् तावत् पर्यन्तं धातुः धातुः एव तिष्ठति. किन्तु उपदेश अवस्था इति न वक्तुं शक्नुमः. उपदेशः न तर्हि इदानीम् क्षम्यतां भगिनि, इत्युक्ते अत्र ऐ, इत्युक्ते अत्र ऐ यः धातुः अस्ति सः औपदेशिकधातुः न, परन्तु तथैव उपदायां तथैव उपदेशावस्थायाम् अस्ति. ऐ इति यत्र अस्ति अनुबन्धलोपात् पूर्वम् ऐ इति अस्ति खलु, तत् उपदेशावस्थायाम् अस्ति. अय भवेत् वा अय् वा अय इति भवेत् अनुबन्धलोपात् पूर्वं यत् अस्ति तथैव उपदेशावस्था. लोपानन्तरमेव अवशिष्यते, तत्तु उपदेशे नास्ति, सः अकारः इदानीम् उपदेशे नास्ति. अस्तु भगिनि, इदानीं सम्यक् अवगच्छामि. इदानीं तत्र तत्कारणात् अत्र आ तस्मिन् कृते तु अतोलोपः इत्यस्य प्रसक्तिः न भवति. किमर्थं चेत् अत्र अकारः यः आ अवशिष्यते सः अनुबन्धलोपानन्तरम् इत्युक्ते उपदेश अवस्थायाम् अकारः न, परन्तु अनुबन्धलोपानन्तरम् अस्ति, तत्कारणात् अत्र अतोलोपः इत्यस्य प्रसक्तिः न भवति. आयोगः वकारः, ह्रस्वस्य पितिकृति तुक् इत्यनेन तुक् आगमः भवति. इत्युक्ते अत्र वकारः तु वकारः पित् वकारः पित् अस्ति. किमर्थं भगिनी पित् क्विति हलन्तिम् इत्यनेन पकारस्य लोपः जातः तर्हि पित् अस्ति क्विति. कृप् क्षम्यतां भगिनि, अत्र क्विप् अस्ति प्रथमं तु प्रत्ययः, तत्कारणात् तत्तु पित् अस्ति, तत्कारणात् अत्र ह्रस्वस्य पिति कृति तुक् आगमः भवति. इत्युक्ते अत्र अन्ते तकारः आगच्छति, अत् योगः वा वकारः, अत्र वेरप्रुक्तस्य इत्यनेन वकारस्य लोपः भवति, अनन्तरम् अत्र अत् इत्येव अवशिष्यते, तत्तु इष्टं रूपं वयं प्राप्नुवन्तः. पिति कृति अहं चलच्छति, पिति अपि भवेत्, कृत् कृत् कृत् अपि भवेत्, कृत् प्रत्ययः अपि भवेत् इति कृत् इति कृत् अस्ति खलु, तिङ्गनास्ति तर्हि तादृशसन्दर्भे ह्रस्वस्य तुकागमः भवति. तर्हि तुकागमः कथम् अनन्तरम् आयाति इति सूत्रं जानामि. आद्यन्तौ टकितौ अस्ति खलु भगिनि, अत्र तुक् तु कित् अस्ति, तत्कारणात् अन्ते आगच्छति. ह्रस्वस्य आगमः अस्ति तर्हि ह्रस्वात् परे अन्तिमम् आगच्छति. धन्यवादः महोदय. तर्हि इदानीं ह्यः वयं कियत्पर्यन्तं पठितवन्तः? एतावत्पर्यन्तमेव. एतावदेव पर्यन्तं महोदय. तर्हि किमपि प्रश्नः नास्ति चेत् विरमामः. विरमामः खलु. अस्तु, धन्यवादः.